क्षम्यतां क्षम्यताम् अहं न जानामि किमर्थं तत्र किं चिन्तयामि, प्रायशः मृणालिनी केवलं मृणालिनी भगिनी अपि तत्र नरसिंह हेगडे महोदय अपि अस्तु अस्तु तत्र चन्द्रमती भगिनी अपि तत्र भारतदेशतः एव आगच्छति इति मन्ये. योगेन्द्रमहोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः. भवान् कर्तुं शक्नोति वा? कर्तुं शक्नोमि इति मन्ये भगिनि. हा भवति चेत् अहम् आगमिष्यामि महोदय. अस्तु भगिनि, अस्तु, धन्यवादः. तर्हि तत्र किं कृतवान् किमपि. नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनि. विमला भगिनी नमस्कारः. नमस्कारः. चन्द्रमती भगिनी नमस्कारः. नमस्ते महोदय. मृणालिनी भगिनी नमस्कारः. नमस्ते आचार्य. नमस्कारः. अस्तु तर्हि आरम्भं कुर्मः. तर्हि तत्र गतवर्गे वयं तत्र विद्याधर्यां तत्र भेदः अपि तत्र रेकार्डिङ्ग् स्थापनीयम्. अस्तु नीता भगिनी नमस्कारः. नमस्कारः. नमस्कारः. अस्तु तर्हि आरम्भं कुर्मः. गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र भेदः अपि वैलक्षण्यं, तयोः मध्ये वैलक्ष्य भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते न वा इति अस्माकं विषयः. तत्र वयं एतत् करपत्रं किञ्चित् पठितवन्तः, तत्र पूर्वम् अपि अन्यत् करपत्रं पठितवन्तः संयोगस्य विषये. इदानीम् अस्मिन् करपत्रे तत्र संयोगस्य आधारेण तत्र वैलक्षण्यं कथं प्रदर्श्यते इति एतत् सर्वम् अस्ति. अपि मध्ये तत्र नियत अवधिकत्वम् इति तावत्पर्यन्तं वयं पठितवन्तः अस्मिन् करपत्रे. तदनन्तरं विद्याधरी पुस्तकं गत्वा तत्र विषयः कः इति पुनः एकवारं पठित्वा तत्र मध्ये तत्र नियत अवधिकत्वम् अपि निखिलावधिकत्वम् इति तत्र दोषद्वय यत् स्थापितमस्ति पूर्वपक्षिणा, तत्र दोषद्वये तत्र नियत अवधिकत्वम् अपि निखिलावधिकत्वम् इति आगच्छति. अतः तयोः नाम नियत अवधिकत्वम् अपि निखिल अवधिकत्वम् इति तयोः विषये अत्र करपत्रे तत्र विवरणं दत्तमस्ति. तद् पठित्वा अग्रे सर्तुं शक्नुमः. किन्तु पूर्वं तत्र एकवारं तत्र अवधिकत्वम् अवधित्वम् अवधिः एतत् सर्वम् एकवारं तत्र तस्य पुनस्मरणं कुर्मः. तत्र अस्माकम् उदाहरणत्रयं वर्तते वयं जानीमः, अतः तत्र उदाहरणत्रयं स्मृत्वा तत्र अग्रे सरामः. तर्हि तत्र नूतनतया तत्र अस्तु उषा भगिनी नमस्कारः. नमस्कारः भगिनी. अस्तु तत्र अहं किं ओ अस्तु अस्तु अस्तु एतत् कृतवान्. अस्तु अस्तु अस्तु इदानीं तर्हि तत्र तर्हि तत्र अस्तु शोभा भगिनी भवती एव तत्र एतस्य उदाहरणस्य विषये वदति वा, तत्र फलं वृक्षात् पतति इति तत्र किं किम् अस्ति इति. फलं वृक्षात् पतति इत्यत्र वृक्षात् इति पञ्चमी विभक्त्याम् अपादाने अस्ति, तस्य तत् अवधिः इति भवति वृक्षः अवधिः भवति. पतने क्रिया अस्ति, अपि च पतन एव क्रिया, पतनमेव क्रिया, पतनमेव. वृक्षः अवधिः, अपि च अवधित्वं फले अस्ति. न तर्हि अवधिः वृक्षः अवधिः खलु, वृक्षः अवधिः इत्युक्ते तर्हि अवधित्वं कुत्र फलं भवति? न तर्हि तत्र फलं वृक्षात् पतति, तर्हि तत्र अवधिः इति वृक्षः खलु, अपि तत्र अवधिकम् इति तत्र पतन पतनं भवति, अवधिकम् इति पतनं भवति, यु नो, यतोहि तत्र पतनम् अस्ति इति कृत्वा तत्र अवधिः इति विषयः आगच्छति. तर्हि तत्र चालकः इति तादृशं तत्र अवधिकः नाम तेन अवधिः इति आगच्छति, अवधिः तत्र अतः अवधिकम् अथवा सावधिकम् इति तत्र पतनम् इति साक्षात् पतनम् इति साक्षात् अवधिकम् अस्ति. तर्हि अवधिः इति अपि पतनक्रिया कुत्र अस्ति, फले अस्ति वा वृक्षे अस्ति वा? फले अस्ति, फले अस्ति, अतः फलं भवति आश्रयः. पतनक्रियायाः आश्रयः फलं भवति, फलम् इति भवति, नाम यत्र पतनक्रिया नास्ति सः एव अवधिः. अतः तत्र अंशत्रयं भवति अत्र खलु. सत्यं, वृक्षे नास्ति पतनक्रिया, सः अवधिः भवति, अपि च तत्र पतन किं तत्र पतन पतने अवधि अवधिकं पतनम् अवधिकं पतनमेव अवधिकं, तर्हि पतने अवधिकत्वम् अस्ति, पतने अवधिकत्वम् अस्ति, अपि च अपि अवधित्वम् अवधित्वं फले भवेत्. न अवधिः इति वृक्षः, अवधित्वं घटे इति घटत्वम् अस्ति, अवधिः वृक्षः, अवधित्वं वृक्षे इति अस्तु. फले केवलं फलं, फले किम् अस्ति इत्युक्ते पतनक्रिया एव अस्ति, पतनक्रियायाः आशयः फलम् आशयं भवति फलं. तर्हि तत्र पतनं फले अस्ति, अवधित्वं वृक्षे अस्ति, अवधिकत्वं पतने अस्ति, अतः तत्र अंशत्रयं फलं वृक्षः पतनम् आश्रयः अवधिः अवधिकम् इति अस्ति. समीचीनं, धन्यवादः. अग्रे क्षमता अस्ति भगिनि, यतोहि तत्र वदतु भगिनि. न दृष्टवती महोदय. अस्तु नो चेत् तत्र स्मरणं तत्र कठिनं भवति भगिनि, यतोहि एकवारं तत्र पश्यामश्चेत् तत्र सामान्यम् अस्ति इति, सामान्यम् अस्ति इति यदि एकवारम् अथवा द्विवारं पश्यामश्चेत् मनसि स्थापितं भवति. अस्तु, इदानीम् अग्रे तर्हि तत्र विमला भगिनी तत्र अग्रे तत्र घटः पठात् पृथक् इति विषये तत्र किञ्चित् वदति वा? आं महोदय, घटपठात् पृथक् इति अस्मिन् स्थले घटः अवधिः, पटः अवधिः, पटः एव अवधिः. तत्र पृथक्त्वं कुत्र भवति यदि वयं वदामः घटः पठात् पृथक् इति? अवधिकत्वं पृथक्त्वे अस्ति, अवधिकत्वं पृथक्त्वे अस्ति, अपि पृथक्त्वं तत्र घटे भवति वा पटे भवति वा? यदि वयं वदामः घटः पटात् पृथक् इति वदामः, पृथक्त्वं घटे एव, अतः घटः एव आश्रयः, पृथक्त्वस्य आश्रयः घटः, पटे पृथक्त्वं नास्ति तदा अवधित्वं, पटः अवधित्वम् अस्ति, अवधित्वं पटे अस्ति, पटः साक्षात् अवधिः, अपि अवधिकं भवति पृथक्त्वं, यतोहि पृथक्त्वम् अस्ति इति कृत्वा एव तेन कारणेन तत्र अवधिः इति विषयः आगतः. अतः सः तद् अवधिकम् इति भवति. उत्तमं भगिनि, धन्यवादः. अस्तु अग्रे योगेन्द्रमहोदय, इदानीं तत्र घटः पटः न इति स्थले तत्र किं भवति? घटः पटः न, महोदय श्रूयते? न श्रूयते महोदय. तत्र भेदः इति अस्ति खलु, भेदः नाम किम्? भेदः नाम पृथक्त्वं न, पृथक्तं न, पृथक्त्वं नास्ति. भेदः नाम अन्योन्य अन्योन्य अभावः, अन्योन्य अभावः, अन्योन्य अभावः. तर्हि तत्र घटः पटः न इति यदि वदामः तर्हि भेदः कुत्र वर्तते? घटे वर्तते वा पटे वर्तते वा? भेद घटे वर्तते. हा, घटे पटभेदः वर्तते, नाम पटः नास्ति इति भेदः घटे वर्तते, वर्तते. अतः घटः भेदस्य आश्रयः. अपि अवधिः कः अस्मिन् स्थले? पटः इति अवधिः, पटः इति अवधिः. हा, तर्हि तत्र अवधित्वं कुत्र अस्ति? अवधिकम् अवधित्वम् अवधित्वम् अवधित्वं घटे अस्ति. न न, अवधिः इति कः? पटे अस्ति, अवधिः अस्ति पटे, अवधित्वमपि तत्र अस्ति. अवधिः अस्ति पटः, साक्षात् पटः, अवधिः पटे नास्ति, अवधिः साक्षात् पटः अस्ति. अतः अवधित्वं पटे अस्ति. यथा घटः अस्ति घटे घटत्वम् अस्ति. उत्तमः बालकः इति तत्र उत्तमत्वं बालके तथा. अस्तु, अपि भेदः भवति अवधिकः, भेदः भवति अवधिकः. अस्तु, तत्र विसर्गः सम, अस्तु, भेदः भवति अवधिकः इति. अस्तु, समीचीनं. हा, अस्तु, इदानीम् अग्रे अन्य अपि एकवारं वदन्तु. तर्हि तत्र चन्द्रमती भगिनी, तरः पुनः तत्र फलं वृक्षात् पतति इति तत्र वदतु भगिनी, तत्र किं किम् अस्ति इति. फलं वृक्षात् पतति, वृक्षे अवधिः वृक्षे अस्ति, वृक्षः एव अवधिः, वृक्षः अवधिः, वृक्षः अवधित्वं वृक्षे, अवधिकत्वं पतने, अवधिकत्वं पतने. हा, अपि पतनं कुत्र वर्तते? पतनक्रिया कस्मिन् अस्ति? फले अस्ति वा वृक्षे अस्ति वा? पतनक्रियायाः आश्रयः फलम्. हा, अतः पतनं फले अस्ति आश्रयः. पतनं फलं सावधिकम् इति वक्तुं शक्यते वा? न न, पतनमेव सावधिकम्, पतनमेव सावधिकम्. हा, यतोहि पतनम् अस्ति इति कृत्वा एव अवधिकम्, अवधिः, एतत् सर्वम् आगच्छति. अवधिकत्वं सावधिक सावधिकं समानं वा? अवधिकं सावधिकं समानम्, अवधिकत्वं सावधिकत्वं समानम्, अवधिकत्वं समानम्. सावधिकम् इति नाम अवधिः इत्यनेन आगच्छति, अपि तत्र तस्य कारणमपि अस्ति इति, सावधिकम् इति, तावदेव. अतः अवधिकम् अथवा सावधिकं समानम्. सावधिकम् इति वदामश्चेदपि अत्र पतनमेव भवति, पतनमेव सावधिकम् इति. अस्तु, अग्रे तर्हि तत्र मृणाली भगिनी अग्रे तत्र घटः पटात् पृथक् इत्यत्र किं किम् अस्ति इति एकवारं वदतु. घटः पटात् पृथक् अत्र कुत्र अस्ति पृथक्त्वं कुत्र अस्ति पृथक्त्वं पृथक्त्वं घटः पटात् पृथक् तर्हि अवधिः अस्ति पटः पृथक्त्वं पटे वर्तते न पृथक्त्वं न घटः पटात् पृथक् तर्हि पृथक्त्वं घटे वर्तते. तर्हि तत्र सोपानम् एतद् भवतु नाम तत्र घटः पटात् पृथक् इति इत्यनेन तत्र पृथक्त्वं घटे अस्ति तर्हि घटः आश्रयः पृथक्त्वस्य आश्रयः पृथक्त्वं पटे नास्ति अतः पटः अवधिः अपि पृथक्त्वम् अवधिकम् अथवा सावधिकम् पृथक्त्वं सावधिकं तर्हि अवधित्वं कुत्र अस्ति अस्मिन् उदाहरणे अवधि अवधित्वम् अवधि पटे पटे यतोहि पटः अवधिः पटे अवधित्वम् अपि सावधिकत्वं कुत्र अस्ति सावधिकत्वं पृथक्त्वे पृथक्त्वे समीचीनं पृथक्त्वे सावधिकत्वम् अस्ति उत्तमम् अस्तु धन्यवादः भगिनी अस्तु अग्रे इदानीं तत्र उषा भगिनी इदानीं तृतीय उदाहरणं घटः पटः न इति अस्तु महोदय घटः पटः न इत्यस्य कृते पटे पटभेदः वर्तते पटभेदः वर्तते इत्यस्य कृते पटस्य अन्योन्य अभावः घटे वर्तते इति अपि च भेदस्य आश्रयः घटः इति अपि च अवधिः अवधिः इति अवधित्वं पटे अस्ति इत्यनेन अवधिः पटः इति भेदः इति अपि अवधिकम् अस्ति सो अवधिकत्वं भेदे अस्ति अवधिकः इति पुल्लिङ्गे अस्ति इति कृत्वा अवधिकः तावदेव अवधिकः अवधिकः भेदः अस्ति भेदः अवधिकत्वं भेदे भेदे अस्ति अस्ति एति अस्ति समीचीनं धन्यवादः भगिनी अस्तु तत्र इदानीं नीता भगिनी तत्र फलं वृक्षात् पतति इति फलं वृक्षात् पतति अत्र वृक्षात् पतति अतः विभागः अवधिः इति वृक्षः पञ्चमी विभक्तिपद अवधिः अतः वृक्षे अवधित्वम् अस्ति पतनक्रिया या वर्तते पतनक्रियायाः आश्रयः फलमस्ति फलमिति पतनक्रियायाः आश्रयः पतन् इति क्रियायाम् इत्युक्ते पतने तत्र अवधिकम् पतने अवधिकत्वम् अस्ति इत्युक्ते तत्र पतनम् इति सावधिकम् इति वक्तुं शक्यते पतनम् इति सावधिकम् अवधित्वं अवधित्वं वृक्षे अस्ति वृक्षे अस्ति इति एव अस्ति तावदेव तर्हि तत्र अत्र यत्र अवधिः इति विषयः आगच्छति तत्र अंशत्रयं भवति नाम यत्र वयं पञ्चमी इति तादृशं तत्र व्यवहारे भवति तत्र सः एव तत्र अवधिः इति भवति तत्र वृक्षात् पटात् अत्र घटः पटः न इति तत्र घटः पटात् भिन्नः इति अपि वक्तुं शक्नुमः अतः तत्र तत्सर्वं तत्र अवधिः इति व्यवहारः भवति कदा अवधिः इति विषयः आगच्छति यत्र पतनक्रिया अस्ति अथवा पृथक्त्वम् अस्ति अथवा भेदः अस्ति, अतः तत्र अवधिकं नाम अवधिं कारयति इति, अतः तत्र पतनं पृथक्त्वं भेदः इति अवधिकम् अथवा सावधिकम् इति भवति। अपि तत्र अवधिकम् एकस्मिन् भवति अन्यस्मिन् नास्ति, अवधिकं तत्र नाम पतनं वा पृथक्त्वं वा भेदः तत्र आश्रये, तस्य आश्रयः एकः भवति फलं वा घटः वा, किन्तु अन्यस्मिन् नास्ति, नाम वृक्षे पतनं नास्ति, पृथक्त्वे पृथक्त्वं पटे नास्ति, भेदः पटे नास्ति इति तृतीये उदाहरणे। अतः तत्र अवधिः इति साक्षात् तत्र कः अवधिः, कः अवधिः नास्ति, कः आश्रयः, कः अवधिः इति तत्र सन्देहं विना वक्तुं शक्नुमः। किन्तु तत्र यत्र तत्र अधोभागे लिखितं नाम पृथक्त्वम् एकनिष्ठम् अस्ति स्वभावेन सावधिकम् अस्ति, किन्तु विभागः च संयोगः, वयं पूर्वं पठितवन्तः तत्र विभागः च संयोगः च द्विनिष्ठः, तस्मात् उभयत्र विद्यमानः स्वभावेन न सावधिकः किन्तु प्रतीतिवशात् अद्य आरोप्यते। नाम वयम् एतस्मिन् विषये किञ्चित् पठितवन्तः, इदानीं मास्तु, तत्र केवलं तत्र विभागस्थले संयोगस्थले अपि अवधिकः अवधिः इति विषये आगच्छति, किन्तु अस्माकं मूल उदाहरणत्रयं यत् अत्र अस्माकं पुरतः अस्ति तदेव मूल उदाहरणत्रयं, तद् मनसि स्थापयामश्चेत् सौलभ्यं भवति। अस्तु, इदानीं तत्र नियत अवधिकत्वम् इति विषयः पठामः। शुभदा भगिनी नमस्कारः, इदानीमेव दृष्टवान् भवती अत्र अस्ति इति, नमस्कारः भगिनी। अस्तु अग्रे, हा हा हा, अस्तु अस्तु, चिन्ता मास्तु। अस्तु तर्हि इदानीं तत्र अग्रे तत्र योगेन्द्रमहोदय आरम्भं करोति वा, नियतावधिकत्वम् इति विषयः। श्रूयते महोदय? हा श्रूयते महोदय। एतावता अवधिः नाम कः, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति अस्माभिः परिशीलितम्। घटः पटात् पृथक् इति प्रत्यये पटः अवधिः, पृथक्त्वं पटावधिकं, पटावधिकत्वं पृथक्त्वे। अधुना अग्रे द्रष्टव्यम्, इदम् अवधिकत्वं नियमेन प्रतीयते न वा, नाम अवधिकत्वं यस्मिन् यस्मिन् भवति तत् कस्यां दशायां भवति, कदाचित् एव भवति अथवा सर्वदा भवति। इदानीं वयं पठितवन्तः अवधिः नाम किम्, अवधिकः अवधिकः नाम किम्, अवधिकत्वं नाम किम्, उपरितने पृष्ठे नाम किं, नाम किम्, घटः पटात् पृथक्तः अस्ति तदा पटः अवधि भवति, पृथक्त्वं पटावधिकं भवति, पटावधिकत्वं पृथक्त्वे अस्ति इति वयं पृथक्त्वे अवधिकत्वम् इदानीमेव परिशीलितवन्तः। समीचीनं। इदानीम् अग्रे गत्वा वयं पठामः, अवधिकत्वं नियमेन प्रतीयते वा न, नाम अधिकत्वं यस्मिन् यस्मिन् भवति अवधिकत्वं, तत् कस्यां दशायां, कदा भवति, कदाचित् भवति वा न भवति, सर्वदा भवति वा न भवति इति अग्रे गत्वा पठामः। अर्थः कः, अर्थः कः, अवधिकत्वं सर्वदा भवति वा कदाचित् एव भवति, कस्यां दशायां भवति इति नाम तत्र घटे घटत्वम् अस्ति खलु, तत् सर्वदा भवति अथवा कदाचित् भवति? घटे कटत्वं सर्वदा भवति इति. अतः तत्र अपि तत्र इदानीं तत्र पटे तत्र घटः पटः न इति अस्ति खलु, तर्हि तत्र पटभेदः तत्र घटे सर्वदा वर्तते वा अथवा न किम्? घटः पटः न, तदा भेदः घटे सर्वदा वर्तते खलु, अन्योन्य अभावः सर्वदा वर्तते, सर्वदा वर्तते. इदानीं तत्र किन्तु भेदः तत्र अन्योन्य अभावः, तत्र वयम् अत्यन्त अभावः अपि जानीमः, नाम तत्र इदानीं पुष्पीटिकायां घटः नास्ति, तर्हि घट तत्र अत्यन्त अभावः अस्ति घटस्य, किन्तु यदि कोऽपि घटम् आनयति तदा सः अभावः नश्यति. हा, अतः तत्र अत्यन्त अभावः नित्यः नास्ति, तत्र नश्यति. अन्योन्य अभावः नित्यः, तत्र घटः पटः न इत्युक्ते तत्र सर्वदा तत्र घटः कदापि पटः न भवितुम् अर्हति, अतः तत्र अन्योन्यभावः नित्यः इति. इति अतः तत्र तादृशचिन्तनम् अत्र अपि भवतु, नाम तत्र भेदः इति तत्र नित्यः घटत्वं नित्यः इति तादृशं चिन्तनं जातं, तादृशम् अत्रापि तत्र अवधिकत्वं सर्वदा भवति अथवा कदाचित् भवति इति समीचीनम्. अस्तु अग्रे तर्हि तत्र, हा धन्यवादः महोदय. अस्तु अग्रे तर्हि तत्र विमला भगिनी अग्रे. महोदय, अस्तु, अपि च अत्र अत्र भवति इत्यस्य स्थाने व्यवहारः कथम् अस्ति इति द्रष्टव्यम्. वस्तुस्थितिः अन्या, व्यवहारः अन्यः. अस्माकम् अवधानम् अत्र नास्ति यत् अवधिः भवति न वा, अपि तु व्यवहारक्षेत्रे अवधिः अस्ति न वा इति. अग्रे पठने महोदय, इदानीं तत्र दृश्यते वा भगिनि? अस्तु, यदा भेदविषयकव्यवहारो भवति तदा नियमेन अवधेः उल्लेखः भवति. भेदकथनस्य अवसरे प्रतियोगिनः उल्लेखः नास्ति चेत् तादृशभेदस्य व्यवहारः अपि अप्रसिद्धः. केवलम् इत्युक्ते भगिनी तत्र सम्यक्तया न श्रूयते. अस्तु, केवलं भेदः, भेदः भिन्नः इत्युक्तं चेत् बोधः न जायते. कस्मात् भिन्नः इति प्रश्नः भवति. अतः वस्तुस्थितिः इति क्वचित् अन्या, किन्तु व्यवहारः द्रष्टव्यः. व्यवहारः अत्र विलक्षणः. अग्रेपि पठने महोदय, अत्र केवल द्वितीयपरिच्छेदः तावदेव, नाम द्वितीयपरिच्छेदे क्लिष्टता नास्ति मम कृते, परन्तु प्रथमपरिच्छेदः सम्यक्तया न अवगतं महोदय. अत्र भेदः नाम भवति व्यवहारः कथम् तत्र किमस्ति इत्युक्ते, नाम तत्र वयम् अस्मिन् करपत्रे पूर्वं पठितवन्तः यत्र तत्र पृथक्त्वस्थले नियमेन सावधिकम् एतत् सर्वं भवति स्वभावेन, विभागसंयोगस्थले तत्र स्वभावेन नास्ति, किन्तु व्यवहारे तत्र अवधिकत्वम् एतत् सर्वं तस्य आरोपणं भवति, नाम अतः तत्र व्यवहारे अवधिकम् इत्यादिकम् अस्ति, किन्तु वस्तुस्थितिः भिन्ना अस्ति. अतः अत्र प्रश्नः, अस्माकं प्रश्नः, कदाचित् भवति वा अथवा सर्वदा भवति वा इति, अत्र वस्तुस्थितिः इति विषयः नास्ति, व्यवहारे कथम् इति एव अस्माकं लक्ष्यम् इति. द्वितीयपरिच्छेद तस्मिन् क्लिष्टता नास्ति, यतोहि भेदविषयक भेदस्य विषयः उल्लिखितः. भेदः इति न वक्तुं शक्नुमः, इत्युक्ते भेदः इत्युक्ते कस्मात् भिन्नः इति वक्तव्यं. कयोः मध्ये भेदः अस्ति इति, केवलं घटः भिन्नः इति उक्तत्वात् किमपि बोधः न जायते. घटः कस्मात् भिन्नः इति वक्तव्यम्. अतः तत्र किं भवति, तत्र कस्मात् भिन्नः, तत्र तर्हि तत्र नियमेन अवधेः उल्लेखः भवति. नाम तत्र कस्मात् इति वदामश्चेत् तर्हि तत्र अवधिः कः इति जानीमः, नो चेत् बोधः न भवति, न जायते. अतः तत्र भिन्नः इति वदामः, किन्तु प्रश्नः तु भवति तत्र घटः भिन्नः इति व्यवहारः भवेत्, किन्तु तत्र वयं तत्र जानीमः तत्र कस्मात् भिन्नः इति भवतु प्रश्नः उदेति एव, तर्हि अवधेः उल्लेखः तत्र भवति. अतः तत्र केवलं तत्र पूर्वस्मिन् परिच्छेदे किम् उक्तम् इत्युक्ते, तत्र तत्र भवति इति अस्ति अथवा सर्वदा भवति इति, भवति इति तत्र व्यवहारे भवति इति एव प्रश्नः. अवधिः भवति न वा इति प्रश्नः नास्ति, किन्तु व्यवहारक्षेत्रे अवधिः अस्ति न वा इति एव अस्माकं प्रश्नः. अवधिः इत्युक्ते लिमिट् खलु महोदय, लिमिट् अथवा किं वदामः, अवधिः इत्युक्ते कस्मात् भिन्नः इति तादृश तत्र एकः तत्र पदार्थः, एकः पदार्थः. सत्यं भगिनि, तत्र एतत् तत्र अवधिः इति लिमिटेड् तत्र लिमिट् इति अस्ति अवधि इत्युक्ते इति तत्र तद् न जानामि भगिनि, चिन्तनीयमस्ति. किन्तु तत्र यत्र वयं एतत् तस्मात् पृथक् इति वदामः, उदाहरणेन यत् पठितं सः एव तत्र अवधिः इति अस्तु. अतः तत्र अवधिः इति केवलं तत्र व्यवहारक्षेत्रे भवति, किन्तु नाम तत्र सर्वदा भवति अथवा तत्र कदाचिदेव भवति इति अस्माकं प्रश्नः. अस्तु, इदानीम् अग्रे सरामः. धन्यवादः भगिनि, तावदेव. अस्तु, यथा संयोगविभागस्य विषये तत्र अवधिः नास्ति, यतोहि द्वयः अपि द्विनिष्ठः सन्ति, परन्तु समीचीनं भगिनि. अतः तत्र अस्ति इति वयम् अध्यारोपयामः खलु, सत्यम् इति अस्ति भगिनि, तदेव अस्ति समीचीनम्. अस्तु, इदानीम् अग्रे तत्र उषा भगिनि अग्रे. इदं पुस्तकं भिन्नम् इति, अस्तु महोदय, इदं पुस्तकं भिन्नम् इति यदा वदामः तदा प्रश्नः अवश्यम् आयाति, कस्मात् भिन्नम् इति यावत् न वदामः तावत् शब्दबोधः पूर्णः न भवति. अनेन भेदविषयकव्यवहार अवसरे अवधेः उल्लेखः अवश्यं भवति. इदं पुस्तकं भिन्नम् इति वयं शृण्मः चेत् प्रश्नः अवश्यम् अस्माकं कृते आयाति, कस्मात् इति. कस्मात् भिन्नम् इति यावत् न वदामः तावत् शब्दबोधः पूर्णः न भवति. पुस्तकं कस्मात् भिन्नम् इति तत्र वाक्ये न पठितं चेत् कस्मात् इति आयाति. अनेन भेदविषयकव्यवहार अवसरे भेदविषयक भिन्नम् इति भेद कस्मात् भेदः इति अवधेः उल्लेखः अवश्यं भवति. अवधेः उल्लेखः पुस्तकं भिन्नं पुस्तकं न इति चेत् कस्मात् इत्यस्य कृते कस्मात् भिन्नम् इति कस्मात् भिन्नम् अवधेः उल्लेखः अवधेः अवधिः कस्मात् इत्यस्य पदार्थस्य कृते अस्ति अतः तत्र अवधेः इति तस्य उल्लेखः अवश्यं भवति अग्रे अपि पठति वा तत्र अतः वस्तुस्थितिः अन्या किन्तु व्यवहारः कथं भवति इति अस्माकं चिन्ता पूर्वं विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टम् विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रेसरणं कथं कुत्रचित् वस्तुस्थितिः अन्या व्यवहारः च अन्यः विद्यमानं ज्ञायमानम् इति अनयोः मध्ये किञ्चन वैलक्षणं सर्वत्र उच्यते अतः वस्तुस्थितिः अन्या किन्तु व्यवहारः कथं भवति इति अस्माकं चिन्ता पूर्वं विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टं विभागस्य स्थले तादृशवैलक्षण्यं तादृशवैलक्षण्यम् इत्युक्ते वस्तुस्थितिः किम् अस्ति व्यवहारः किम् अस्ति इति वा इति तत्र तयोः मध्ये भेदः नाम वस्तुस्थितिः भिन्ना अपि व्यवहारः भिन्नः इति नाम तत्र यत्र अवधिः तत्र अवधिः नाम पतनस्थले वयं जानीमः तत्र फलं वृक्षात् पतति इति तत्र पतनक्रिया फले अस्ति किन्तु वृक्षे नास्ति अतः तत्र पतनम् एकनिष्ठम् पतनम् एकनिष्ठम् क्रिया एकस्मिन्नेव अस्ति अन्यस्मिन् नास्ति किन्तु विभागः तत्र विभागः तत्र हस्तयोः विभागः जायते चेत् प्रत्येकस्मिन् हस्ते विभागः अस्ति अतः तत्र विभागः द्विनिष्ठः तथैव संयोगः अपि द्विनिष्ठः तथापि वयं तत्र विभागस्थले वयं वदामः तत्र अवधिः इति अतः तत्र वयम् अस्मिन् करपत्रे पठितवन्तः अग्रे अपि आयाति अतः तत्र विभागस्थले व्यवहारः अस्ति अवधिः इति व्यवहारः अस्ति किन्तु वस्तुस्थितिः भिन्ना अस्ति अतः अत्रापि तादृशं व्यवहारः अपि तत्र वस्तुस्थिति तयोः मध्ये भेदः वर्तते तद् किम् इति अग्रे उच्यते उच्यते अस्तु विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणं कथं कुत्रचित् वस्तुस्थितिः अन्या व्यवहारः च अन्यः इति तस्य उदाहरणं विभागेन भवति विभागेन भवति विद्यमानम् अपि च ज्ञायमानम् इति अनयोः मध्ये किञ्चन वैलक्षणं सर्वत्र उच्यते विद्यमानं वाट् इस् सीन् विद्यमानं नाम अस्ति अस्ति आम् अस्ति यत् दृश्यते यत् वस्तु अस्ति न दृश्यते इति नास्ति अस्ति यद् अस्ति किन्तु ज्ञायमानं नाम वस्तुस्थितिः इति दिव्यं विद्यमानम् अस्ति चेत् विद्यमानम् इति चिन्ता इति भवति ज्ञायमानं नाम तत्र ज्ञातुं शक्नुमः वा इति ज्ञायमानं जानीमः वा इति ज्ञायमानम् इत्यनयोः मध्ये किञ्चन वैलक्षण्यं सर्वत्र उच्यते उच्यते नाम तत्र आङ्ग्लभाषायां तत्र प्रसिद्ध उदाहरणमस्ति तत्र नाम तत्र किं वनमस्ति वनस्य मध्ये एकः वृक्षः पतति तदा शब्दः भवति तत्र कोऽपि श्रुतवान् वा शब्दं श्रुतवान् किन्तु ज्ञायमानं तत् न कोऽपि जानाति अतः न जानीमः न ज्ञायते किन्तु विद्यमानमस्ति तत्र अतः तत्र पतनम् अभवत् किन्तु न कोऽपि जानाति इति तादृशम् अतः तत्र विद्यमानम् अपि ज्ञायमानं तयोः मध्ये वैलक्षण्यं भवति वर्तते वर्तते इति. अस्तु, समीचीनं भवति. अस्तु, धन्यवादः. अस्तु, अग्रे अग्रे शोभा भगिनी अग्रे. आं महोदय. तर्हि यथा पूर्वं दृष्टं विभागः एक एव, किन्तु प्रतीतिवशात् कुत्रचित् सावधिकव्यवहारः क्रियते. वृक्षफलयोः विभागः अत्र अवधेः उल्लेखः नास्ति, अवधित्वेन रूपेण उल्लेखः नास्ति. तर्हि पूर्वं दृष्टं विभागः एकः एव, किन्तु प्रतीतिवशात् तत्र इत्युक्ते तत्र प्रतीतिवशात् इत्युक्ते वृक्षफलयोः विभागः जातः इति चिन्तयामश्चेत् तत्र वृक्षफलयोः विभागः जातः इति उदाहरणं स्वीकुर्मः. तर्हि तत्र पूर्वं किम् उक्तम् इत्युक्ते तत्र वृक्षे विभागः अस्ति, फले अपि अस्ति. इदानीं तत्र विभागस्य विभागः एकः एव विभागः, नाम यः विभागः वृक्षे अस्ति सः एव विभागः फले अपि अस्ति. किन्तु तत्र व्यवहारः कथं भवति इत्युक्ते तत्र वृक्षविभागः इति वदामः, यतोहि वृक्षे विद्यमानः अस्ति विभागः. तर्हि वृक्षविभागस्य तत्र अवधिः अस्ति फलम्, यतोहि वृक्षविभागः वृक्षे अस्ति किन्तु फले नास्ति खलु. आं महोदय, तत्र एकः एव पदार्थः किन्तु किन्तु व्यवहाररूपेण व्यवहारे द्वित्रापि भवति इति, नाम द्विनिष्ठः इति कृत्वा तत्र द्विनिष्ठः अस्ति. तत्र यथा फलं तत्र घटः पठात् पृथक् इत्यत्र पृथक्त्वं केवलं घटे अस्ति, पटे नास्ति, अतः पटः एव अवधिः इति जानीमः. पृथक्त्वम् एकनिष्ठः, एकनिष्ठः पृथक्त्वे तत्र विभागः द्विनिष्ठः, अतः तत्र साक्षात् तत्र वयम् अवधिकत्वम् इति एतत् सर्वं न वक्तुं शक्नुमः. किन्तु तत्र व्यवहारे तत्र वृक्षविभागः अस्ति, वृक्षे अस्ति, किन्तु तत्र सः विभागः वृक्षविभागः फले नास्ति इति कृत्वात् तत्र फलमेव तत्र तस्य अवधिः इति तादृशं तत्र वक्तुं शक्नुमः. अतः तत्र अवधिः इति आरोप्यते तत्र, अवधित्वेन रूपेण तत्र उल्लेखः नास्ति एव तत्र वृक्षपदयोः विभागः इत्यत्र. तत्र अवधिः कस्मात् इति तत्र प्रश्नः अस्ति चेत् सन्देहः. पृथक्त्वम् एकनिष्ठः किन्तु पूर्वं किन्तु विभागः द्विनिष्ठः उभयत्र विद्यमानः इति पठितम्. अतः एव तत्र आरोपणमस्ति. अवधिः इति तत्र वस्तुस्थितिः नास्ति किन्तु आरोप्यते. आरोप्यते. अग्रे तर्हि यद्विषयकप्रतीतौ नियमेन अवधिः भासते तस्य नियतावधिकत्वं इत्युक्ते यदा यदा तादृशपदार्थविषयकः प्रत्ययः जायते तदा तदा नियमेन नाम सर्वदा अवधिः भासते. यथा यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते. अतः भेदः नियतावधिकः भेदे च नियतावधिकत्वम्. यद्विषयकप्रतीतौ नियमेन अवधिः भासते इत्युक्ते यत्र अवधिः नियमेन भासते इत्युक्ते तत्र नियत रूपेण नियतत्वेन भासते तस्य नियत अवधिकत्वम् इति उच्यते. नियत अवधिकत्वम् इत्युक्ते तत्र तादृशपदार्थविषयकः प्रत्ययः जायते यदा नाम तत्र घटः पठात् पृथक् अथवा घटः पठात् भिन्नः प्रत्ययः प्रत्ययः नाम प्रतीतिः अथवा ज्ञानस्य तत्र आकृतिः नाम तत्र घटः पठात् भिन्नः शोभा भगिनी हा तर्हि घटः पठात् भिन्नः इत्यत्र सः प्रत्ययः इति चिन्तयतु तत्र तर्हि तत्र अवधिः भासते वा प्रत्ययः अवधिः भासते घटः पठात् इति तत्र पटः अवधिः भवति तत्र सर्वदा भासते तादृशेषु विषयेषु इत्युक्ते तदा तादृश पदार्थविषयकः प्रत्ययः जायते तदा तदा नियमेन सर्वदा इत्युक्ते सर्वदा अवधिः भासते यथा घटः पटात् पृथक् इत्यत्र यथा यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते तत्र इदानीं तत्र घटः पटः न इति वदामः चेत् अपि तत्र भेदः भवति अन्योन्य अभावः तत्रापि भेदस्य प्रत्ययः तत्र अवधिः तदा तदा अवधिः तत्र अपि भासते घटः पटात् भिन्नः इत्युक्ते घटे तत्र तस्य किम् अन्योन्य अभावः घटे भवते भवति तद् अवधिः भवति इति पटः अवधिः भवति पटः अवधिः भवति हा यतोहि घटे तस्य अभावः पटः अवधिः भवति तत्रापि अवधिः इति भासते अतः भेदः नियत अवधिकः भेदे च नियत अवधिकत्वं हा यत्र यत्र भेदः भवति तत्र तत्र अवधिः इति भासते अपि च नियतरूपेण भासते अतः तस्य नामकरणं नियत अवधिकत्वम् इति नियतावधिकत्वं भेदः एव नियत अवधिकः इति भवति तत्र नियतावधिकत्वं नियमेन भासते सर्वदा भासते अवधिः इत्यत्र नियतावधिकम् अथवा नियतावधिकः इति आगच्छति तत्र घटः पटः न इति वदामः चेत् महोदय घटः पटः न पटः अवधिः भवति भेदः तत्र नियत अवधिकः पटः खलु न न न अवधिः अवधिः अपि अवधिकः भिन्नः भगिनि अवधिकः नाम येन अवधिः इति आगच्छति इति विषयः तत्र घटः एव अवधिकः भवति न न न भेदः भेदः भेदेन एव क्षम्यतां भेदः एव अवधिकः भेदः एव किन्तु सः भेदः कुत्रचित् भवेत् खलु महोदय तर्हि भेदः अतः एव भगिनि अतः एव तत्र पश्यतु तत्र नाम अवधिः इति अस्ति खलु तर्हि तत्र तत्र यत्र अत्र अवधिः इति भवति तत्र अंशत्रयं भवति एकः आश्रयः भवति तत्र नाम पतनम् अथवा नाम प्रथमतया तत्र सावधिकम् इति तत्र पतनक्रिया पृथक्त्वम् अथवा भेदः इति एव तत्र अवधिकः अथवा अवधिकं भवति तत् कुत्र अस्ति तस्य आश्रयः किमस्ति फलं वा घटः वा भवति तर्हि आश्रयः यत्र अवधिकं नास्ति अवधः एव अवधिः अतः वृक्षः पटः वा अवधिः इति भवति अतः तत्र अंशत्रयमेव अस्ति तत्र तर्हि अवधिकः नाम पतनम् इति अवधिकम् अस्ति यतोहि पतनक्रियायाः प्रतीतौ अवधिः इति विषयः आगच्छति अतः एव तत्र कः अवधिकम् अवधिकः इति अतः तत्र अवधिकः भवति हा वेदः अवधिकः अथवा इदानीं तत्र नियतावधिकः इति नाम नियमेन तत्र अवधिः इति आगच्छति अतः वेदः नियतावधिकः समीचीनं वा भगिनि अस्मिन् समीचीनं महोदय केवलं भेदः इति उक्तं तत्र न तु इदानीं केवलं भेदस्थले नियतावधिकं वेदः नियतावधिकः इति एतावत् जानीमः समीचीनं तावदेव भेदे च नियत अवधिकत्वम् अपि अस्ति इति हा अस्तु समीचीनं हा धन्यवादः भगिनि अस्तु अग्रे हा अग्रे नीता भगिनी अग्रे किन्तु विभागः तस्मिन् नियतावधिकत्वं नास्ति वृक्षात् विभक्तः पुनः वृक्षफलयोः विभागः वृक्षात् फलं विभक्तम् इति प्रतीतौ अवधिः भासते एवं च वृक्षफलयोः विभागः इत्यत्र सावधिकव्यवहारः नास्ति उभयप्रतीत्या विभागः ज्ञातः किन्तु एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते अपरस्मिन् न क्रियते अत्र नियतावधिकत्वं विषयस्य नियतावधिकत्वम् इत्युक्ते यत्र नियमेन अवधिः भासते अनन्तरं विभागस्य विषये दत्तमस्ति विभागे तत्र नियमेन अवधिः नास्ति इति नियमेन नास्ति अत्र विभागः वृक्षात् वृक्षात् विभागः इत्युक्ते वृक्षात् विभक्तः वृक्षात् फलं विभक्तः प्रायशः तत्र फलं वृक्षात् विभक्तम् इति भवेत् फलं वृक्षात् विभक्तं फलं वृक्षात् विभक्तम् इति वदामः चेत् तत्र पञ्चम्यान्तं पदं तत्र वृक्ष इति तत्र विभागः दृश्यते तत्र वृक्षः इति अवधिः भासते फलं वृक्षात् विभक्तं तत्र अवधिः वृक्षे अवधित्वम् अवधिः भासते वृक्षफलयोः विभाग इत्यत्र सावधिकव्यवहारः नास्ति परन्तु तत्र विभाग वृक्षस्य अपि विभागः फलस्य अपि विभागः वृक्षफलयोः विभागः तत्र व्यवहारे सावधिकत्वं न दृश्यते इति यतोहि तत्र विभागः वृक्षे अपि अस्ति फले अपि अस्ति यथा संयोगः द्वयोः मध्ये तथैव विभागः वृक्षे अपि वर्तते फले अपि वर्तते अत्र द्वयोः विभागः अतः व्यवहारे सावधिकत्वं नास्ति इति नास्ति खलु नाम तत्र घटः पटात् पृथक् अथवा फलं वृक्षात् पतति अत्र तु अवधिः भासते एव किन्तु वृक्षफलयोः विभागः इत्यत्र तत्र अवधिः न भासते इति उभयप्रतीत्या विभागः ज्ञातः उभयप्रतीत्या इत्युक्ते वृक्षे अपि फले अपि उभयप्रतीत्या नाम वृक्षात् विभक्तं फलं वृक्षात् विभक्तम् अथवा वृक्षफलयोः विभागः तत्र प्रतीतिद्वयमस्ति किन्तु उभयप्रतीत्या विभागः ज्ञातः विभागः विभागस्य ज्ञानं प्राप्तम् उभयप्रतीत्या इत्युक्ते हा उभयप्रतीत्या विभागः वयं ज्ञातुं शक्नुमः किन्तु एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते अपरस्मिन् न क्रियते अत्र उभयप्रतीत्या तत्र विभागः अस्ति परन्तु प्रतीतेः एकस्मिन् एव विभागे अवधेः उल्लेखः यतोहि तत्र वृक्षात् फलं विभक्तं तत्र एकस्मिन् एव विभागविषयकव्यवहारे तत्र अवधेः उल्लेखः वृक्षस्य स्थले एव अवधेः उल्लेखः अपरस्मिन् स्थले तत्र उल्लेखः न क्रियते इति वृक्षफलयोः विभागः इत्यस्मिन् तत्र उल्लेखः न क्रियते अवधेः उल्लेखः न क्रियते इति अस्ति समीचीनम् इति अस्ति समीचीनं भगिनि अस्तु तत्र अग्रे अपि किञ्चित् पठति वा एतादृशं भेदस्थले न भवति कस्मात् भिन्नः इति नियमेन अवधेः उल्लेखः कर्तव्यः पृथक्त्वस्य स्थलेऽपि तुल्यम्। कस्मात् पृथक् इति नियमेन वक्तव्यं भवति, अन्यथा आकाङ्क्षा न शाम्यते, शब्दबोधः न जायते, इदं नियतावधिकत्वम्। अत्र विभागस्य विषये तु वयं दृष्टवन्तः, तत्र नियतावधिकत्वं नास्ति एव विभागे, परन्तु भेदे स्थितिः का? तादृशी स्थितिः भेदे नास्ति। तत्र नियमेन अवधेः उल्लेखः भवेत् एव, कस्मात् भिन्नः इति विषये नियमेन अवधेः उल्लेखः भवेत् एव। यतोहि तत्र उदाहरणार्थं यत् वयं दृष्टवन्तः, अत्र घटः पटः न, तत्र भेदः घटे वर्तते, अत्र भेदस्य आश्रयः घटः, तत्र नियमेन तत्र कस्मात् भिन्नः इति अवधेः कः, अवधेः उल्लेखः करणीयः एव। तथैव पृथक्त्वस्य अपि तथैव भवेत्, पृथक्त्वस्य अपि तत्र कस्मात् पृथक्, घटः पटात् पृथक्, कस्मात् पटात् पृथक्, पृथक्त्वं घटे वर्तते, अवधि पटः अस्ति, तत्र नियमेन तत्र कस्मात् पृथक् इति वक्तव्यम् एव, तद् भवेत् एव, तस्य उल्लेखं करणीयमेव, अन्यथा आकाङ्क्षा न शाम्यते। आकाङ्क्षा इत्युक्ते यदि आकाङ्क्षा कस्मात् इति, कस्मात् पृथक् इति, हा यदि केवलं तत्र घटः पृथक् इति वदामश्चेत् कस्मात् पृथक् इति जिज्ञासा भवति, हा इति जिज्ञासा, कस्मात् पृथक् इति प्रश्ने सति तत्र पृथक्त्वे तत्र नियमेन कस्मात् इति अवधि वक्तव्यम् एव, वक्तव्यं भवति एव, नो चेत् तत्र शब्दभेदः, शब्दबोधः एव न जायते, केवलं तत्र पञ्चम्यन्तं पद कस्मात् इति न वदामः चेत् तत्र बोधनम् एव न भवति इति अस्ति नियतावधिकत्वम् इति। इत्युक्ते तत्र पुनः नियमेन अवधिः भासते, तत् एव नियताधिकत्वम् इति। अतः तत्र नियतावधिकत्वं, तत्र भेदस्थले नियतावधिकत्वम् अस्ति, अवधिः इति विषयः तत्र भवति एव, तस्य उल्लेखः भवति एव, भेदस्थले अपि भवति, पृथक्त्वस्थले अपि भवति, पतनक्रियास्थले अपि भवति, किन्तु विभागस्थले न भवति, न भवति विभागस्थले, अवधिः इति अस्ति किन्तु नियतावधिकत्वं नास्ति, नास्ति भेद तत्र विभाग विभागे तत्र नियतावधिकत्वं नास्ति, नास्ति। अस्तु, समीचीनं भगिनी, धन्यवादः। अस्तु अग्रे चन्द्रमती भगिनी, अग्रे तर्हि संयोगस्य का गतिः, विभागस्य इव संयोगस्य अपि नियतावधिकत्वं नास्ति, इत्युक्तौ नियमेन तद्विषयकप्रत्यये अवधिः भासते इति न, कदाचित् स्यात् कदाचित् न स्यात्, व्यवहारं बुद्धौ निधाय चिन्तनीयम्। अत्र दृष्टवन्तः विभागस्थले भेदे पृथक्त्वे पदने नियतावधिकत्वम् अस्ति, किन्तु विभागस्थले नास्ति इति उपरि दत्तमस्ति। इदानीं संयोगविषये वयं चिन्तयामः, अत्रापि विभागस्यैव संयोगस्य अपि नियतावधिकत्वं नास्ति। अत्र नाम हस्तपुस्तकयोः उदाहरणं वदतु, हस्तपुस्तकयोः संयोगः, तत्र तत्र कुत्र संयोगः अस्ति, कुत्र संयोगः नास्ति इति न वक्तुं शक्नुमः, यतोहि तत्र संयोगः विनिष्टः, तत्र हस्ते अपि अस्ति, पुस्तके अपि अस्ति, अतः तत्र नियतावधिकत्वं नास्ति, नास्ति इत्युक्तौ नियमेन तद्विषयक प्रत्यये, विषयकप्रत्यये अवधिः भासते इति न, अत्र अवधिः इति अत्र द्विनिष्ठः अस्ति, अतः अवधिः इति न भासते, न वक्तुं शक्यते, न वक्तुं शक्यते, समीचीनं। कदाचित् स्यात् कदाचित् न स्यात् तत्रापि स्थितिः अवधिकम् अवधिः इति साक्षात् नास्ति, किन्तु वयं तत्र हस्तपुस्तकयोः संयोगः इति कृत्वा हस्ते विद्यमानः संयोगः पुस्तके विद्यमानः संयोगः इति तत्र वक्तुं शक्यते. व्यवहारे व्यवहारे तत्र कृत्वा हस्ते विद्यमानः संयोगः पुस्तके नास्ति, पुस्तके विद्यमानः संयोगः हस्ते नास्ति इति तादृशं चिन्तनं भवत् यदा भवति तदा अवधिः इति उल्लेखः भवति, अवधेः उल्लेखः भवति. किन्तु साक्षात् एकः एव संयोगः हस्ते अपि संयोगः, सः एव संयोगः पुस्तके अपि अस्ति, किन्तु केवलं व्यवहारार्थं वयं तत्र अवधिः इति आरोपयामः. अतः यदा आरोपयामः तदा अवधिः इति अस्ति, यदा न आरोपयामः अवधिः इति न अस्ति. निष्ठः संयोगः अथवा पुस्तकनिष्ठः संयोगः इति अपि वक्तुं शक्यते, किन्तु सर्वदा तादृशं नास्ति. केन कारणेन इत्युक्ते तद् द्विनिष्ठः केवलं तत्र अवगमनार्थं वयं वदामः तत्र पश्यतु हस्तपुस्तकयोः संयोगः जातः खलु, तर्हि एषः संयोगः हस्ते अस्ति खलु, सः संयोगः हस्ते विद्यमानः संयोगः अस्ति खलु इति तस्य अवगमनार्थं वयं चिन्तयामः हस्ते एव अस्ति संयोगः पुस्तके नास्ति इति तादृशं चिन्तनं केवलम् अवगमनार्थं, तत्र अन्यः विषयः कोऽपि अस्ति तस्य बोधनार्थम् एतादृशव्यवहारः भवति, तदा एव तत्र अवधिः इति भासते, किन्तु सर्वदा नास्ति. अतः कदाचित् स्यात् कदाचित् न स्यात्, अतः तत्र निधाय चिन्तनीयं तादृशव्यवहारं बुद्धौ यद् सत्यं बुद्धौ निधाय स्थापयित्वा एव व्यवहारं कर्तुं शक्यते. हा व्यवहारं बुद्धौ निधाय चिन्तनीयं, हा नाम व्यवहारं कीदृशम् इति चिन्ता इति मनसि स्पष्टता भवति चेदेव तत्र अवधिः अस्ति न वा इति ज्ञातुं शक्नुमः. संयोगः इति सर्वदा मनसि स्थापयित्वा अत्र हा अस्माकम् इच्छा भवति तत्र अस्तु अत्र अवधिः भवतु इति चिन्तयामश्चेत् अवधिः अस्ति, तदा हस्तसंयोगः अथवा पुस्तकसंयोगः इति वदामः. यदि अस्तु अस्तु अवधिः मास्तु इति चिन्तयामः हस्तपुस्तकयोः संयोगः इति वदामः, तावदेव. द्विविधमपि द्विविधं व्यवहर्तुं शक्यते हा इति अस्ति अस्तु. अतः एतावत् तत्र नियत अवधिकत्वं नाम किम् इति ज्ञातवन्तः. नियतावधिकत्वं पृथक्त्वे नियतावधिकत्वमस्ति, भेदस्थले नियतावधिकत्वमस्ति, पतनक्रियायामपि नियतावधिकत्वमस्ति, किन्तु विभागे नास्ति, संयोगे अपि नास्ति. विभागे नास्ति इति वक्तुं शक्यते नास्ति नाम विभागे नियतावधिकत्वं नास्ति. नियतावधिकत्वं विभागे नास्ति नाम विभागः नियतावधिकः नास्ति, संयोगः नियतावधिकः नास्ति. विमला भगिनी नमस्कार, प्रश्नः भगिनी. आं महोदय, आम् नियतावधिकत्वं संयोगे विभागे च नास्ति, परन्तु अध्यारोपणस्य कृते यदि वयं वदामः यत् हस्ते संयोगः अस्ति इति तदा हस्तः अवधिः भवति किम्? न यस् तत्र भगिनी समीचीनप्रश्नः. तत्र नाम यत्र नाम पृथक्त्वम् इति उदाहरणं स्वीकरोतु, यत् पृथक्त्वं नाम घटः पटात् पृथक् इति वदामः, यस्मिन् पृथक्त्वं नास्ति सः एव अवधिः भवति. हा अतः पृथक्त्वस्य आशय घटः पटात् पृथक् इति, तत्र पृथक्त्वं घटे अस्ति किन्तु पटे नास्ति पृथक्त्वं. तथैव अत्र हस्तपुस्तकयोः संयोगः इति उदाहरणं स्वीकुर्मः. हा इदानीं हस्ते संयोगः, हस्ते संयोगः अस्ति, पुस्तके अपि संयोगः अस्ति, एकः एव संयोगः, साक्षात् एकः एव संयोगः, पुस्तके अपि सः एव संयोगः, हस्ते अपि सः एव संयोगः. किन्तु व्यवहारार्थं वयं चिन्तयामः, अस्तु इदानीं पुस्तके यः संयोगः अस्ति सः भिन्नः, हस्ते यः संयोगः सः भिन्नः इति चिन्तयतु. तदा किं भवति, हस्ते विद्यमानः संयोगः पुस्तके नास्ति इति चिन्तनं. तदा तदा किं भवति, हस्ते विद्यमानः संयोगस्य कृते पुस्तकम् अवधिः भवति. अस्तु, यतोहि हस्ते एव एषः संयोगः अस्ति इति चिन्तनम् अस्माकम्. अस्तु अस्तु, अतः हस्तसंयोगः इति तस्य कृते पुस्तकम् इति अवधिः भवति. अस्तु, पुस्तके निष्ठं निष्ठः संयोगस्य कृते हस्तः अवधिः इति अवधिरूपेण स्वीकुर्मः व्यवहारे. केवलं व्यवहारे, किन्तु साक्षात् तत्र एकः एव संयोगः, सः संयोगः द्विनिष्ठः इति अवगतम्. अतः तत्र संयोगस्थले नियतावधिकत्वं नास्ति, नाम तत्र संयोगः इति वदामश्चेत् अत्र अस्ति अन्यस्मिन् नास्ति इति, तत्र पदार्थद्वये एकस्मिन् भवति अन्यस्मिन् नास्ति इति न वक्तुं शक्नुमः. यथा पृथक्त्वं पटे नास्ति किन्तु घटे अस्ति, घटः पटात् पृथक् यदि प्रतीतिः भवति. अस्तु भगिनि, अत्र भेदस्थले पृथक्त्वस्थले नियतावधिकत्वम् अस्ति एव, विभावे नियतावधिकत्वं नास्ति, संयोगे अपि नियताधिकत्वं नास्ति, परन्तु तत्र विभागे संयोगे भेदः, द्वयोः स्थलयोः तत्र नियतावधिकत्वं तु नास्ति एव, परन्तु विभागे तत्र अवधेः उल्लेखः क्रियते. यदा वृक्षात् वृक्षात् विभक्तः इति वदामः चेत् तत्र उल्लेखः क्रियते, परन्तु संयोगस्थले तत्र अवगमनार्थं चिन्तनं भवेत् भवतु नाम, परन्तु उल्लेखः न क्रियते एव, एवमस्ति वा संयोग? तादृशमपि वक्तुं शक्नुमः भगिनि, नाम तत्र यद्यपि नाम तत्र उल्लेखः नाम तत्र फलं वृक्षात् विबद्धम् इति वदामः तर्हि उल्लेखः अवधिः उल्लेखः अस्ति, किन्तु साक्षात् अवधिः नास्ति खलु? यतोहि तत्र विभागः द्विनिष्ठः अस्ति, अतः उल्लेखः भवेत् किन्तु साक्षात् तु तत्र नास्ति एव, अतः तत्र केवलं व्यवहारार्थमेव तत्र अवधिः इति तस्य आरोपणं भवति. तथैव अत्रापि तत्र हस्तपुस्तकयोः संयोगस्थले अपि तादृशमेव, तत्र हस्ते विद्यमानः संयोगः इति तस्य कृते पुस्तकम् अवधिः अपि विपरीततया अपि भवति. परन्तु तत्र केवल अवगमनार्थं चिन्तनं भवति, यदा लोके व्यवहारे तादृशी प्रयोगः अस्ति वा? न तादृशं प्रयोगः नाम तत्र अन्यस्मिन् तत्र अन्य कोऽपि विषयः अस्ति तस्य अवगमनार्थम् एतादृशं वदामः, तत्र हस्तसंयोगः इति वदामः, तर्हि हस्तसंयोगः इति यदि वदामः केवलं हस्ते अस्ति इति चिन्तनं भवति. यः संयोगः हस्ते अस्ति तस्य विषयः इदानीम् आगच्छति इति तादृशं चिन्तनं तदा भवेत् इति कृत्वा तदा पुस्तके एषः संयोगः नास्ति, केवलं हस्ते अस्ति, अतः पुस्तके पुस्तकम् अवधिः रूपेण स्वीकृतं भवति, तदा अवधित्वं तस्य आरोपणं भवति. अस्तु स्पष्टमस्ति धन्यवादः अस्तु विमला भगिनी पुनः प्रश्नः वा अथवा महोदय सोरि तत् न अस्तु अस्तु अस्तु हा चिन्ता मास्तु चिन्ता मास्तु केवलम् अस्ति न वा इति पृष्टवान् अस्तु धन्यवादः अस्तु अस्तु अस्तु तर्हि अग्रे तत्र चन्द्रमती भगिनी इदानीं तत्र किञ्चित् अग्रे अपि पठतु हा पठतु भगिनि इदानीं निखिलावधिकत्वं निखिलावधिकत्वम् अधुना निखिलावधिकत्वम् इत्युक्तौ किं यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेद् निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते उच्यते अतः स च सावधिकपदार्थः निखिलावधिकः इदानीं निखिलावधिकत्वं किमिति चिन्तयति अग्रे तत्र प्रायश्चित् तत्र उदाहरणेन स्पष्टता भवति किन्तु किञ्चित् वदतु यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः यस्यां एक विभागः वा पृथक् विभागः मास्तु पृथक्त्वम् इति चिन्तयतु पृथक्त्वम् इति सावधिकपदार्थः पृथक्त्वम् इति सावधिकपदार्थः वर्णनीयः नाम तत्र घटः पठात् पृथक् इति चिन्तयतु घटः पठात् पृथक् तर्हि तत्र घटे पृथक्त्वं कुत्र अस्ति खडे खडे पठभे भेदः नास्ति पटपृथक्त्वम् अस्ति पटपृथक्त्वं खडे एव पृथक्त्वं पठात् पृथक्त्वं खडे पृथक्त्वं खडे अस्ति ताम् आश्रयभूतः व्यक्तिम् इत्युक्ते खडः ताम् आश्रयभूतः पृथक्त्वस्य आश्रयभूतः खडः अस्ति एतत् व्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं खडं विहाय अन्ये विद्यमानं द्रव्यं जगति विद्यमानं द्रव्यं तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेद् तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेद् निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते इत्युक्ते खडे अस्ति इति वा अत्र अस्तु तस्मिन् उदाहरणे भवति न वा इति न जानीमः किन्तु प्रश्नः कः इति अवगच्छामः तर्हि नाम तर्हि तत्र व्यक्तिः व्यक्तिः इति चिन्तयामः तत्र पृथक्त्वम् इति चिन्तयामः पृथक्त्वं खडः विहाय अन्ये सर्वे जगति तत्र अस्मिन् तत्र पृथक्त्वम् अस्ति इति जानीमः कोऽपि पदार्थः अस्ति व्यक्तौ व्यक्तौ कश्चन पृथक्त्वं किञ्चन पृथक्त्वं सावधिकपदार्थः वर्णनीयः अस्ति तत्र अस्ति इति तत्र सः पदार्थः अस्ति इति वर्णनीयः ताम् आश्रयभूतव्यक्तिं च विहाय नाम पृथक्त्वम् इति अत्र अस्ति किन्तु ताम् आश्रयभूतव्यक्तिं स्त्रीलिङ्गे व्यक्तिः इति स्त्रीलिङ्गे अस्ति अतः ताम् आश्रयभूत व्यक्तिं च विहाय अतिरिक्तं नाम अन्यत् यद्यत् जगति तद् विद्यमानं द्रव्यं नाम जगति यद्यत् भवतु अन्यत् यत्किमपि भवतु अत्र अस्ति पृथक्त्वम् अत्र अस्ति किन्तु यत् किमपि द्रव्यं जगति भवतु अतिरिक्तं द्रव्यं यद्यपि भवति यत् किमपि भवतु द्रव्यं जगति तद् अव तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे तस्मिन् इत्युक्ते अत्र पृथक्त्वं कस्मिन् अस्ति तद् हा तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिदावधिकत्वम् अस्ति तस्मिन् इति उच्यते किं भगिनि यदा वयं वदामः घटः पटात् पृथक् तर्हि पृथक्त्वं घटे सर्वदा वर्तते अन्येषां वस्तुनः तुलना यदि वयं कुर्मः तर्हि घटः वृक्षात् पृथक् घटः मार्गात् पृथक् अतः निखिलावधिकत्वं घटे इति तादृशम् अस्ति न वा इति एतावत् न उक्तं भगिनि पश्यामः भगिनि उत्तमप्रश्नः किन्तु किञ्चित् अग्रे प्रायश उत्तरं प्राप्यते इति मन्ये व्यक्तित्वं विहाय ताम् आश्रयभूतव्यक्तित्वं विहाय इत्युक्ते खडः पडात् पृथक् तस्मिन् उदाहरणे खडः तद् आश्रयभूतव्यक्तित्वं विहाय भूमौ जगति अन्य किं द्रव्यम् अस्ति तत् तस्मिन् तदवधिकत्वं तस्मिन् सावधिकपदार्थे इत्युक्ते पुनः खडमेव खडे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते खडे निखिलावधिकत्वम् अस्ति इति उच्यते इति अर्थः अस्ति वा पश्यामः तर्हि तत्र अग्रे उदाहरणं यदस्ति तत् पठामः तर्हि समीचीनं भगिनि तत्र अस्तु अतः तत्र कश्चन भ्रमः अस्ति अत्र तर्हि तत्र मृणालिनी भगिनि अत्र अग्रे परिच्छेदः यः अस्ति तं पठतु भगिनि यथा पृथक्त्वम् इति स्वीकुर्मः घटे पृथक्त्वम् अस्ति घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थः तत् सकलावधिकत्वं स्यात् पृथक्त्वे तथा भवति वा अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः घटः पटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति तस्य पृथक्त्वस्य अवधिः कः पटः इदं पटावधिकपृथक्त्वम् अग्रेपि पठामि पठतु भगिनि अधुना घटः वृक्षात् पृथक् वृक्षावधिकपृथक्त्वे पृथक्त्वं घटे वृक्षावधिकपृथक्त्वं घटे घटः पुस्तकात् पृथक् पुस्तकावधिकपृथक्त्वं घटे घटः पर्वतात् तदेव अहं पूर्वम् उक्तवती खलु घटः पर्वतावधिकपृथक्त्वं घटे अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वे च निखिलावधिकत्वम् अस्ति तर्हि तथा अस्ति वा किं चिन्तनम् तत्र एतावत् पठितं तस्य विवरणं किञ्चित् करोतु भगिनि यथा पृथक् इति स्वीकुर्मः तर्हि घटे पृथक्त्वं तर्हि घटं विहाय इदानीम् अस्माकम् उदाहरणं घटः पटात् पृथक् तर्हि अत्र अस्मिन् उदाहरणे घटे पृथक्त्वं वर्तते घटं विहाय अर्थात् इदानीं पटे अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं स्यात् पृथक्त्वे तर्हि यदि सकलावधिकत्वं नाम तस्य सकलावधिकत्वं पृथक्त्वे स्यात् तथा भवति अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः तर्हि घटः पटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति तस्य पृथक्त्वस्य अवधिः कः पटः तर्हि इदं पटावधिकं पृथक्त्वं तर्हि अस्मिन् उदाहरणे पटावधिकं पृथक्त्वं घटे वर्तते इदानीं तर्हि तर्हि भगिनि अत्र किञ्चित् चिन्तनं कुर्मः तत्र यथा भवती पठितवती घटं विहाय इति वाक्यं तत् पुनः एकवारं पठतु तत्र घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः तत्र बहुवचनं भवेत् खलु आचार्य पदार्थाः सत्यं सत्यं सकल तत् सकलावधिकत्वं स्यात् पृथक्त्वे अर्थः कः तत्र सकलावधिकत्वम् अर्थात् सकल इति पदार्थस्य शब्दस्य अर्थः आचार्य प्रथम नाम तत्र प्रथमभागे किम् उक्तं घटं विहाय ये अवशिष्टाः अन्ये पदार्थाः जगति भवन्ति द्रव्यरूपपदार्थाः ये भवन्ति तत् सकलावधिकत्वं स्यात् पृथक्त्वे तर्हि तत्र भागद्वयम् अस्ति खलु एकभागः तत्र द्रव्यरूपपदार्थाः इति अस्ति द्वितीयभागे तत् सकलावधिकत्वं स्यात् इति अस्ति खलु तर्हि तत्र द्वयोः मध्ये अन्वयः नाम तत्र सम्बन्धः कः पदार्थः तत् सकलावधिक नाम तत् नाम किं तत्र नाम पृथक्त्वे पृथक्त्वे किं पृथक्त्वे किं स्यात् अवधिकत्वं पृथक्त्वे स्यात् खलु पृथक्त्वे अवधिकत्वं स्यात् अपि तत्र कस्य अवधिकत्वं स्यात् सकलावधिकत्वं स्यात् इति उक्तं खलु तत् सकलावधिकत्वं स्यात् इति उक्तं खलु अत्र तत् नाम किम् तत् नाम अर्थात् जगति विद्यमानाः अन्यपदार्थाः इति अतः तत्र तेषां तत्र तेषां पदार्थाः ये सन्ति तेषां सकलपदार्थानां तेषां सर्वपदार्थानां नाम अन्य अवशिष्टानां पदार्थानां सकलानाम् अवधिकत्वं पृथक्त्वे स्यात् इति अस्ति खलु आमां घटं विहाय अन्ये पदार्थाः द्रव्यरूपपदार्थाः तेषां सकलपदार्थानाम् अवधिकत्वं पृथक्त्वे स्यात् अतः तत्र इदानीं प्रथम उदाहरणं तत्र तथा भवति वा अतः अस्य परिशीलनार्थं कीदृशं चिन्तनं करणीयम् अस्माभिः तर्हि घटः पटात् पृथक् इति व्यवहारः तर्हि इदानीं पुनः पठतु घटः पटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति तस्य च पृथक्त्वस्य अवधिः कः पटः इदं पटावधिकपृथक्त्वं घटे वर्तते इति अस्तु पटावधिकं पृथक्त्वं घटे वर्तते समीचीनं किन्तु पृथक्त्वे किम् अस्ति पृथक्त्वे पृथक्त्वमिति अवधिः वा अथवा अवधिकं वा पृथक् पृथक्त्वम् अवधिः वा पृथक्त्वं साक्षात् अवधिः वा अथवा अवधिकं वा किमस्ति पृथक्त्वं खलु अधिकमस्ति अवधिकं खलु आमाम् अवधिकम् अवधिकम् एतदेव वयं दृष्टवन्तः खलु पूर्वं अवधिकम् इति अत्र लिखितं खलु, तत्र अवधिकम्. तर्हि पृथक्त्वे अवधिकत्वं भवति खलु, पृथक्त्वम् अवधिकम् अस्ति, तर्हि पृथक्त्वे किम् अस्ति? सावधिकं भवति खलु अवधिकत्वं. न न, सावधिकम् अवधिकं समानं, पृथक्त्वम् अवधिकम् अस्ति, तर्हि पृथक्त्वे किम् अस्ति? पृथक्त्वे अवधिकत्वम्. अवधिकत्वम् अस्ति खलु पृथक्त्वे. अतः इदानीं यत् भवती पठितवती समीचीनम् अस्ति, तर्हि तत्र अत्र इदं पटावधिकपृथक्त्वम् इति पठितवती खलु, तर्हि पृथक्त्वे पृथक्त्वं पटावधिकं भवति, तर्हि पृथक्त्वे किमस्ति? पृथक्त्वे पटावधिकत्वं वर्तते. उत्तमं भगिनि. तर्हि पटावधिकत्वं पृथक्त्वे आगतं खलु इदानीं. पूर्वं प्रश्नः कः आसीत्? तत् सकलविध अवधि तत् सकलावधिकत्वं पृथक्त्वे अस्ति न वा इति प्रश्नः खलु. कस्य अवधिकत्वं पृथक्त्वे अस्ति इति प्रश्नः. यत्किमपि भवतु, अवशिष्टाः घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः, तेषां सकल अवधिकत्वं पृथक्त्वे अस्ति न वा इति प्रश्नः खलु. इदानीं घटः पटात् पृथक् इत्यनेन वयं किं दृष्टवन्तः? पटावधिकत्वं पृथक्त्वे वर्तते. पटावधिकत्वं पृथक्त्वे वर्तते. इदानीं भवती स्वशब्दैः वदतु, तत्र अत्र किम् उक्तम्, अपि अस्मिन् परिच्छेदे किम् आगतम्? तर्हि घटं विहाय जगति अवशिष्टेषु पदार्थेषु सकलावधिकत्वं वर्तते वा इति प्रश्नः. पदार्थेषु अवधिकत्वं वर्तते इति प्रश्नः नास्ति. पृथक्त्वे पृथक्त्वे तत् सकलावधि अवधि सकलावधिकत्वं पृथक्त्वे वर्तते इति प्रश्नः. वर्तते वा न इति प्रश्नः. नाम यः कोऽपि पदार्थः, द्रव्यरूपपदार्थः यः कोऽपि भवतु घटं विहाय, तस्य अवधिकत्वं पृथक्त्वे अस्ति न वा इति प्रश्नः. पदार्थः पृथक्त्वे अस्ति इति प्रश्नः नास्ति खलु. पटः पृथक्त्वे अस्ति इति प्रश्नः नास्ति. पट अवधिकत्वं पृथक्त्वे अस्ति न वा इति प्रश्नः. तर्हि पटावधिकत्वं पृथक्त्वे अस्ति इति वयं जानीमः. यदा घटः पटात् पृथक् इति व्यवहारः भवति तदा वयं तेन वयं जानीमः पटावधिक पटावधिकत्वं कुत्र अस्ति. पृथक्त्वे अस्ति इति. अस्तु, तर्हि तत्र समीचीनं भगिनि, तत्र अतः तत्र अत्र एव स्थगयामः. किन्तु समीचीनं नाम तत्र इदानीं नियतावधिकत्वं नाम किम् इति ज्ञातवन्तः, इदानीं निखलावधिकत्वं नाम किम् इति तत्र अग्रिमे सप्ताहे तत्र तत्र निखलावधिकत्वं वर्तते इति अस्ति इदानीं चिन्तनम् अत्र. एतावत् न जानीमः. इदानीं पटावधिकत्व पृथक् पटावधिकत्वं पृथक्त्वे अस्ति इति एतावत् आगतम्. अग्रे पश्यामः भवितुमर्हति, न जानीमः. यत् करपत्रे अस्ति तद् पठामः, तदनन्तरं चिन्तनं कुर्मः. तद् भवेत् न जानीमः. भवितुमर्हति भगिनि, किन्तु द्रक्ष्यामः. अस्तु अस्तु, तर्हि धन्यवादः, नमस्कारः, अग्रिमसप्ताहे मिलामः. धन्यवादः, नमस्कारः.